पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 245 श्रीपार्वत्युवाच रघुनाथस्य चरितं साधूक्तं हि त्वया विभो श्रुत्वा धन्यास्मि देवेश त्वत्प्रसादान् महेश्वर वसुदेवसुतस्यास्य कृष्णस्य चरितं महद श्रोतुमिच्छामि देवेश चरितं कल्मषापहम् रुद्र उवाच शृणु देवि प्रवक्ष्यामि कृष्णस्यास्य महात्मनः चरितं वासुदेवस्य सर्वेषां फलदं नृणाम् यदूनामन्वये देवि वसुदेव इति जितः देवमीठस्य पुत्रोऽभूत् सर्वधर्मविदां वरः देव कस्यैव दुःखितां देवकीं देवपर्णिनीम् उपयेमे विधानेन मधुरायां नृपात्मजः उग्रसेनस्य पुत्रोऽभूत् कंसशूरो महाबलः तयोरथवरं तत्र चोदयामास सारथिः समागदेषु तेष्वेवं पथि रम्ये शुभावहे अन्तरिक्षे शरीरावाक्प्राह गम्भीरया गिरा आकाश वागुवाच अस्यास्तवाष्टमो गर्भकं सप्राणान् हरिष्यति रुद्र उवाच तच्छ्रुत्वा कन्दुमारेभे कंसोऽपि भगिनीं तदा तमब्रवीत्सुसंरब्धं वसुदेवस्वबुद्धिना वसुदेव उवाच नहं तव्या महाभाग भगिनी धर्मतस्त्वया गर्भानेव समुत्पन्नाञ्जहि राजन्महाबल रुद्र उवाच तथेत्याह तदा कंसो वसुदेवं च देवकीं निबध्य स्वगृहे रम्ये सर्वभोगे न्यवेशयद यदस्मिन्नन्तरे देवि पापि भारप्रपीडिता जगामधरणी देवी सहसा ब्रह्मणोऽन्तिकं समेत्य जगदामीश्यं ब्रह्माणं परमेष्ठिनं प्राह गम्भीरया वाचा धरणी लोकधारिणी धरण्युवाच प्रजापदेन शक्रास्मि धर्तुं लोकानि मान् प्रभो राक्षसाः पापकर्माणः संस्थिता मयि सुव्रत जगदः सकलान् धर्मान् विध्वंसदो महाबलाः अधर्मवर्चसः सर्वे नराः पापविमोहिताः स्वल्पमल्पतरं धर्मं लोकेऽस्मिन्न च दृश्यते धर्मेणैव धृता देव सत्यशौचदमेन च तस्मादधर्मसम्भूतं न लोकं धर्तुमुत्सहे रुद्र उवाच इत्युक्त्वा धरणी देवी तत्रैवान्तरधीयत तदसुरगणा सर्वे ब्रह्म रुद्रपुरोगमाः क्षीराब्धेरुत्तरं कूलमधिगम्य जगत्पदिं तुष्टुवुस्तुतिभिर्दिव्यैर्मुनयश्च महातपाः तदप्रसन्नप्राहेश सर्वांस्तान्मुनिसत्तमान् श्रीभगवानुवाच भो भो देवगणा सर्वे किन्निमित्तमिहागताः रुद्र उवाच ततः पितामहप्राह देवदेवं जनार्दनम् ब्रह्मोवाच देवदेव जगन्नाथ पृथिवी भारपीडिता राक्षसा बहवो लोके समुत्पन्ना दुरासदाः जरासन्धश्च कंसश्च प्रलम्बो धेनुकादयः दुरात्मानः प्रबाधन्ते सर्वलोकान् सनातनान् भारावतरणं कर्तुं पृथिव्यास्त्वमिहार्हसि रुद्र उवाच एवमुक्तो हृषिकेशो ब्रह्मणा परमेष्ठिना प्राकगम्भीरया वाच जगदीपदिरव्ययः श्रीभगवानुवाच अवतीर्याधलोकेऽस्मिन् यदूनामन्वये सुराः अवनीभारमव्यग्रमपास्यामि महाबलाः रुद्र उवाच एवमुक्ता सुरा सर्वे नमस्कृत्वा जनार्दनम् स्वान् स्वान् लोकान् समासाद्य परेशं तेऽन्वचिन्तयन् ततो नारायणीं मायां परमेश समब्रवीद श्रीभगवानुवाच हिरण्याक्षस्य षट्पुत्रान् समानीयावनीतले वसुदेवस्य पत्न्यां तु देवक्यां सन्निवेशय अनन्तांश सप्तमोऽत्र सम्प्रविष्टस्तु मा चिरं तस्या सपत्न्यां रोहिण्यां ददस्व शुभदर्शने ततोष्टमे ममांशस्तु देवक्यां सम्भविष्यति नन्दकोपस्य पत्न्यां तु यशोदायां सनातनी तवांशभूता महानिद्रा विन्ध्यं गत्वा महाचलं तत्र सम्पूज्यमाना हि देवैरिन्द्रपुरोगमैः हन्या दैत्यान् महावीर्याञ्चुभासुरपुरोगमान् रुद्र उवाच तथेत्युक्त्वा महामाया हिरण्याक्षसुतांस्तदा पर्यायेण च देवक्यां षड्गर्भान् संन्यवेशयद ताञ्जखान् तदा कंसो जातमात्रान्महाबलः ततस्तु सप्तमो गर्भो ह्यनन्ताश्येन चोतिदः वर्धमानं तु गर्भं तं रोहिण्यां समुपानयद गर्भसङ्कर्षणात् तस्यां जातसङ्कर्षणो व्ययः कृष्णाष्टम्यां दुरोहिण्यां प्रौष्ठपद्यां शुभोदये रोहिणी जनयामास पुत्रं सङ्कर्षणं प्रभुं ततस्तु देवकी गर्भमापेदे भगवान् हरिः आपन्नगर्भां तां दृष्ट्वा कंसो भयनिपीडितः ततस्सुरगणा सर्वे हर्षनिर्भरमानसाः तुष्टुभुर्देवकीं तत्र विमानस्था नभस्तले ततस्तु दशमे मासि कृष्णे नभसि पार्वती अष्टम्यामर्धरात्रे च तस्यां जाधो जनार्दनः इन्दीवरदलश्यामपद्मपत्रायते क्षणः चतुर्भुजसुन्दराङ्गो दिव्याभरणभूषितः श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः वासुदेवस्य जातोऽसौ वासुदेवः सनातनः तं दृष्ट्वा जगदां नाथं कृष्णमानगदुन्दुभिः उवाच प्राञ्जलिर्भूत्वा नमस्कृत्य जगन्मयं वसुदेव उवाच जादोऽसि मे जगन्नाथ भक्तकल्पतरो प्रभो त्वमेव सर्वदेवानामनादिपुरुषोत्तमः त्वमचिन्त्यमहद्भुतो योगिध्येयः सनातनः मम पुत्रत्वमापन्नो धरण्यां धरणीधर दृष्ट्वै तदद्भुतं रूपमैश्वरं पुरुषोत्तम दानवाः पापकर्माणो न सहन्ते महौजसः रुद्र उवाच इत्यर्थितस्तुतस्तेन पद्मनाभः सनातनः उपसंहृतवान् रूपं चतुर्भुजसमन्वितं मानुषेणैव भावेन द्विभुजेन व्यरोचद ये चाङ्गरक्षका सर्वे दानवास्तत्र संस्थिताः ते चापि मायया तस्य मोहितास्तमसावृताः यदस्मिन्नन्तरे देवमादायानकदुन्दुभिः प्रययौ नगरातूर्णं सर्वदेवैरभिष्टुतः पयोधरे वर्षमाणे नागराजो महाबलः फणासहस्रेणाच्छाद्यभक्त्या देवं समन्वगाद तौ गोपुरकपाटौ तु तत्पादस्पर्शनात्तदा विद्यमानौ सुविवृतौ तत्रस्ताश्च विमोहिताः स्रोतस्विनी सुपूर्णाय यमुनापि महात्मनः प्रवेशाज्जानुमात्रं तु जलं सा चाप्युपावहद उत्तीर्य यमुनां सोधाव्रज तत्तीरसंस्थितं संस्थूयमानस्त्रिदशै प्रविवेश यदुत्तमः तत्र नन्दस्य पत्नी सा प्रसूता गोव्रजे शुभे विमोहिता माययैव सुषुप्ता तमसा वृदा तस्यास्तु शयने देवं विनिक्षिप्य स यादवः तां कन्यां समुपादाय प्रययौ मधुरां पुनः पत्न्यै दत्त्वाथ तां बालामुवास सुसमाहितः रुरोद बालभावात्सा देवकी शयनं गदा अथ बालाध्वनिं श्रुत्वा तद्गृहं साङ्गरक्षकाः कंसाया वेदयामासुर्देवकी प्रसवं शुभं कंसस्तूर्णमुपेत्यैनां जग्राह बालिकां तदा शिक्षेप च शिलापृष्ठे सापि तूर्णं वियस्थिता तस्योत्तमाङ्गे स्वपदं दत्त्वा पूर्णमुखास्थिता उवाचाष्टभुजा देवी तदा राक्षसपुङ्गवं देव्युवाच किं मया क्षिप्तया मन्दजादो यस्त्वां वधिष्यति सर्वस्य जगदस्रष्टा धर्ता हर्ता च यप्रभुः अस्मिन् लोके समुत्पन्नः सदे प्राणान् हरिष्यति रुद्र उवाच इत्युक्त्वा तेजसा देवी सहसा पूरयन्नभः जगाम देवगन्धर्वै स्तूयमाना हिमाचलं कंसस्तदोद्विग्नमनाः समाहूय स्वदानवान् प्रलम्बचाणुरमुखानुवाच भयपीडितः कंस उवाच अस्मात् भयासुरगण उपेत्य क्षीरसागरम् आचचक्षुर्हरे सर्वं रक्षो विध्वंसनं प्रति तेषां तु वचनं श्रुत्वा धरण्यां धरणीधरः मानुषेणैव भावेन समुत्पन्नो हि सोऽव्ययः तदद्य सर्वे यूयं वै राक्षसा कामरूपिणः समुद्रिक्तबलान् बालान् मारयध्वमशङ्किताः रुद्र उवाच इत्यादिश्य ततः कंसो वसुदेवं च देवकीम् आश्वास्य मोचयित्वाथ स्वभेष्मान्तर्विवेशः वसुदेवस्ततो गत्वा नन्दव्रजमनुत्तमं तेन सम्पूजितस्तत्र निक्षिप्य तनयं मुदा उवाच नन्दपत्नीं तां यशोदां यदुनन्दनः वसुदेव उवाच सुभगे मत्सुदमिमं रोहिणी जडरोद्भवं स्वपुत्रमिव रक्षस्व भिया कंसादिहागदम् रुद्र उवाच तथेत्याह तदा तन्वी नन्दपत्नी दृढव्रता लब्ध्वैव युगलं पुत्रमुत्पुपोष मुदान्विता निक्षिप्य तनयौ गेहं नन्दगोपस्य यादवः विश्रब्धः प्रययौ तूर्णं मधुरां कंसपालितां ततो गर्गशुभदिने वसुदेवेन नोदितः नन्दकोपव्रजं गत्वा तत्रस्थैः पूजितो द्विजः विधिना जातकं कर्म कृत्वा देवस्य गोकुले नाम चात्राकरो दिव्यं पुत्रयोर्वासुदेवयोः सङ्घर्षणो रौहिणेयो बलभद्रो महाबलः राम इत्यादिनामानि पूर्वजस्य करो द्विजः श्रीधर श्रीकर श्रीमान् कृष्णो नन्दो जगत्पतिः वासुदेवो हृषिकेश इत्याद्यवरजस्य च रामकृष्णाविधिख्यादिमस्मल्लोके गमिष्यतः एवमुक्त्वा द्विजश्रेष्ठः सम्पूज्य पितृदेवताः सम्पूज्यमानो गोपालैराययौ मधुरां पुनः कंसेन प्रेषिता रात्रौ पूतना बालकादिनी विषलिप्तं स्तनं दत्त्वा कृष्णायामिदतेजसे कृष्णस्तु राक्षसीं ज्ञात्वा पपौ गाढं स्तनं भृशं प्राणैः सह महातेजा राक्षस्या यदुपुङ्कवः सा विह्वलाङ्गी सहसा विच्छिन्नस्नायुबन्धना पपादवेपमाना सा ममार च महास्वना तस्या शब्देन महदा पूजितं च नभस्थलं त्रस्ताः सर्वे ततो गोपा दृष्ट्वा तां पतितां भुवि कृष्णं च क्रीडमानं तं राक्षस्या महतो रसि समुद्विघ्नास्तदस्तूर्णमादाय तनयं तदा रक्षोभिया तदा तस्मिन् गो पुरीषेण मूर्धनि सम्मार्जयामास तदा गोवालेन तदाननं नन्दगोपसमभ्येत्य सुदमादाय भामिनि भगवन्नामभिस्तस्य सर्वाङ्गेषु प्रमार्जनं कृत्वा तां तामसीं भीमां बहिर्विन्यस्य गोव्रजाद ददाह गोपवृन्दैश्च त्रासित्रैस्तत्र गोव्रजे कदाचिकडस्याधशयानो भगवान् हरिः प्रसार्यचरणौ तत्र रुरोदमधुसूदनः तस्य पादप्रहारेण शकटं परिवर्तितं विध्वंस्तकुम्भभाण्डं तद्विपरीतं पपाद वै तदो गोप्यश्च गोपाश्च दृष्ट्वा तच्छकटं महद विस्मयं परमं जग्मु किमेतदिति शङ्किताः यशोदा च तदा तूर्णं बालं जग्राह विस्मिता अल्पेनैव हि कालेन बालकौ तौ यदुत्तमौ वर्धमानौ यशोदायास्तनपादेन पोषितौ जानुभ्यामदहस्ताभ्यां रिङ्गमाणौ विरेजदुः मायावी राक्षसस्तत्र कृतश्च बडुवेषधृक कृष्णं हन्तुं समारब्धो विचचारमहीतले ज्ञात्वा कृष्णस्तु तं रक्षो निजखान तलेन वै राक्षसेनैव रूपेण निपपादममारच विचचार ततः सर्वं गोव्रजं मधुसूदनः नवनीतं जहाराशु गोपीनां च गृहे गृहे तदा यशोदा कुपिता धाम्ना मध्ये उलूकले निमध्य कृष्णं प्रययौ विक्रेतुं घोरसादिकं कर्षमाणस्तद कृष्णो धाम्नाबद्ध उलूकले यमलार्जुनयोर्मध्ये जगाम धरणीधरः उलूखलेन गोविन्दः पादयामास तौ द्रुमौ भग्नस्कन्धौ निपतितौ स्वरेण धरणीतले तेन शब्देन महदा जग्मुस्तत्र महौजसः गोपवृद्धास्तदो दृष्ट्वा विस्मयं परमं गदाः यशोदापि समुद्विघ्ना विमुच्य धरणीधरं तं विस्मितं समादाय स्तनं प्रादान् महात्मने यस्मिन्निबध्यमानस्तु दाम्नामात्रा जगत्पतिः तस्मिन् महर्षिभिः सर्वैर्दामोदर इदीरितः तौ तु किन्नरदां प्राप्तौ विमुक्तौ यमलार्जुनौ गोपवृद्धास्तद सर्वे नन्दगोपपुरोगमः महोत्पादमिमं ज्ञात्वा स्नानान्तरमुपाययुः वृन्दावने मनोरम्ये यमुनायास्तडे शुभे निवासं चक्रिरे रम्यं गवां गोपीजनस्य च तत्र तौ रामकृष्णौ दु वर्धमानौ महाबलौ वत्सपालयुतौ वत्सान् पालयामासतुस्तदा गो वत्समध्यगं कृष्णं भगो नाम महासुरः बकरूपेण तं हन्तु मुद्युक्तोऽत्र यदुत्तमं तं दृष्ट्वा वासुदेवोऽपि लोष्ठमुद्यम्य लीलया ताडयामास पक्षान्ते पपादोर्व्यां महासुरः तद कतिपयाहस्तु गोवत्सान् पालयन्वने छायायां जम्बुवृक्षस्य प्रसुप्तौ पल्लवे मृतौ एतस्मिन्नन्तरे देवो ब्रह्मा देवगणैर्वृतः द्रष्टुं कृष्णं समागम्य सुप्तौ दृष्ट्वा यदुत्तमौ वत्सान् गोपशिशून् हृत्वा जगामत्रिदिवं पुनः प्रबुद्धौ तौ समालोक्य विनष्टान् शिशुवत्सकान् गोवत्सा गोपबालाश्च क्व गदा इति विस्मितौ ज्ञात्वा कृष्णस्तु तत्कर्म प्रजापतिकृतं तदा तथैव ससृजे बालान् गोवत्सांश्च सनातनः यथा तूर्णं यथा रूपं तथैव मधुसूदनः ससर्जवत्सान् गोपालानविदा जगदां प्रभुः दृष्ट्वा सायाह्नसमये गावस्त्वेषां च मादरः स्वान् स्वान् वत्सानुपागम्य यथा पूर्वं प्रवर्तिताः एवं संवत्सरे काले गदे तत्र महात्मनः प्रजापदि पुनस्तस्मै ददौ वत्सान् स बालकान् कृताञ्जलिपुडो भूत्वा परिणीय प्रणम्य च भयादुवाच गोविन्दं ब्रह्मा त्रिभुवनेश्वरः ब्रह्मोवाच नमो नमस्ते सर्वात्मं तत्त्वज्ञानस्वरूपिणे नित्यानन्दस्वरूपाय प्रियतात्मन्महात्मने अणो बृहस्थूलतररूपसर्वगतोऽव्ययः अनादिमध्यान्तरूपस्वरूपात्मन्नमोऽस्तु ते नित्यज्ञानबलैश्वर्यवीर्यतेजोमयस्य च महाशक्ते नमस्तुभ्यं पूर्णषाड्गुण्यमूर्तये त्वं वेदपुरुषो ब्रह्मन् महापुरुष एव च शरीरपुरुषत्वस्य छन्दःपुरुष एव च चत्वारपुरुषास्त्वं च पुराणपुरुषोत्तम विभूतयस्तव ब्रह्मन् पृथिव्यग्न्यनिलादयः तव वाचा समुद्भूतौक्ष्मा वह्नी जगदीश्वर अन्तरिक्षं च वायुश्च सृष्ठौ प्राणेन ते विभो चक्षुषा तव संसृष्टौ द्यौश्चादित्यस्तथा व्यय दिशश्च चन्द्रमा सृष्टा श्रोत्रेण तव चानख अपां श्रावश्च वरुणो मनसा ते महेश्वर उक्ते महदि मीमांसे यत्तद्ब्रह्म प्रकाशते तथैव चाध्वरेष्वेदेदेव महाव्रते छन्दोगे ये नभस्येदिव्ये तद्वायुरेव तद् आकाश येदेवेदमोषधीष्वेवमेव च नक्षत्रेषु च सर्वेषु ग्रहेष्वेदद्दिवाकरे एवं भूतेष्वेवमेव ब्रह्मेत्याचक्षदे श्रुतिः तदेव परमं ब्रह्म प्रज्ञातं परितोमृतम् हिरण्मयो व्ययो यज्ञशुचिशुचिषदित्यपि वैदिकान्यभिधेयानि तथैतान्यस्य न क्वचिद् चक्षुर्मयं श्रोत्रमयं छन्दोमयमनोमयं वाङ्मयं परमात्मानं परेशं शंसन्ति श्रुतिः इति सर्वोपनिषदामर्थस्त्वं कमले क्षण स्तोतुं न शक्तोऽयं त्वां तु सर्ववेदान्तपारगम् महापराधमेदत्ते वत्सापहरणं मया कृतं तत्क्षम्यदां नाथ शरणागतवत्सल महेश्वर उवाच एवं स्तुत्वा हरिं वेदा प्रणम्य च पुनः पुनः वत्सान् दत्त्वा पुनस्तस्मै प्रययौ स्वयमालयं हृदि कृत्वा सदा देवि बालरूपं हरिं विधिः उवास त्रिदशै सार्धं हृष्टपुष्टो महातपाः कृष्णेन हृष्टा वत्सा वै पूर्ववत्सास्तथार्भकाः अवा पुरै कृतां तत्र पश्यतां त्रिदिवौकसां कृष्णस्तु वत्सपालैर्वै प्रययौ नन्दगोकुलं तद कतिपयाहसु गोपालैर्यदुपुङ्गवः ह्रदं गत्वाद कालिन्द्यास्तत्रस्थं सुमहाविषं सहस्रशीर्षबलिनं नागराजानमच्युतः निष्पिष्य फलसाहस्रं पादेनैकेन लीलया प्राणसंशयमापन्नं चकार मधुसूदनः स कार्यो लब्ध संज्ञस्तमेव शरणं ययौ ररक्ष भगवान् कृष्णो नागं त्यक्तविषं तदा वैनतेय भयाद्भेदं स्वपदेनाङ्ग्य मूर्धसु ह्रदाद्विवासयामास कालिन्द्या यदुपुङ्गवः त्यक्त्वा सदं ह्रदं तूर्णं पुत्रधारसमन्वितः नमस्कृत्वा दगोविन्दं प्रययौ कालीयस्तदा विषदग्धास्तु ये पूर्वं तत्तीरस्ताश्च शाखिनः कृष्णेन वीक्षितास्तूर्णं फलिनः पुष्पिणो भवन् अथ कालेन कौमारमवाप्य मधुसूदनः गोवृन्दं पालयामास सर्वदेवमयप्रभुः स्वसमानवयोभिस्तु गोपालैस्तु यदुत्तमः वृन्दावने वनो मनोरम्ये सरामो विचचारः तत्र गत्वा महाघोरं सर्परूपं महासुरम् अपहत्य महाकायं मेरुमन्दारगौरवम् धेनुकस्य वनं प्राप्य तालहिन्तालगह्वरं प्रविश्य तद्वनं रम्यं फलितं तालगह्वरं धेनुकं पर्वताकारं कररूपधरं सदा पादौ गृह्य समुत्क्षिप्य तालेन विजखानः तत्क्षणादेव तत्पालास्तदन्ते रेमिरे तदा निष्क्रम्य तद्वनातूर्णं भाण्डीरं वडमागताः तत्र ते रामकृष्णाभ्यां चिक्रीडुर्बाललीलया गोपवेषेण तत्रागात् प्रलम्बो नाम राक्षसः रामं स्वपृष्ठमारोप्य ययौ तूर्णं नभस्थलं मत्वा तं राक्षसं रामो मुष्टिना तस्य मूर्धनि ताडयामास रोषेण विह्वलाङ्गस्तदोपतत राक्षसेनैव रूपेण विनदन् भैरवं स्वनं भिन्नशीर्ष तनुस्तत्र ममार रुधिरोक्षितः ततः प्रदोष समयोगो व्रजे नन्दनन्दनः उवास गोपकन्याभिः क्रीडन् कौमोदवर्चसे अरिष्टनामा दैत्येशो गत्वा तत्र वृषाकृतिः कृष्णं हन्तुं समागत्य जगर्ज च महास्वनं तं दृष्ट्वा विद्रुदा सर्वे गोपाला भयपीडिताः कृष्णोऽपि दृष्ट्वा तं रौद्रमागतं धनुजाधिपं तालवृक्षं समुत्पाट्य शृङ्गमध्ये व्यपीडयद सदुभग्नशिरशृङ्गो वमन्वैरुधिरं बहु पपादभीमवेगेन निनदं त्यक्तजीवितः युद्धं हत्वा महाकायमरिष्ठं धनुजाधिपम् आहूय गोपबालांश्च तत्रैवो वासगो व्रजे तदः कतिपयाः सु केशी नाम महासुरः हयकायेन गोविन्दं हन्तुं व्रजमुपाययौ स गत्वा गोव्रजं रम्यमुच्चैर्हेषामधाकरोत् तेन शब्देन महता पूरितं भुवनत्रयं भीदा सर्वे सुरगणाशङ्गमाना युगक्षयं तत्रस्था मोहिता सर्वे गोपा गोप्यश्च विह्वलाः लब्धसंज्ञास्तु ते सर्वे विद्रुताश्च समन्ततः गोप्यस्तु शरणं जग्मुः कृष्णं त्राहीति चाब्रुवन् न भेदव्यं न भेदव्यमित्याह भक्तवत्सलः समाश्वास्य ततस्तूर्णं मुष्टिना वासवानुजः ताडयामास शिरसि तस्य दैत्यस्य लीलया विभिन्नदन्तनेत्रोऽसौ विननादमहास्वनं महाशिलां समुत्क्षिप्य तस्याङ्गे वैन्यपादयद सदुचूर्णित सर्वाङ्गो निनदन्भैरवं स्वनं पपादसहसा भूमौ ममार च महासुरः केशिनं निहतं दृष्ट्वा दिवि देवगणाभृशं मुमुचु पुष्पवर्षाणि साधु साध्विधि च ब्रुवन् युद्धं शिशित्वे वै दैत्यान् हरिर्हत्वा बलोत्कटान् समुमोद सुखेनैव बलरामसमन्वितः इन्दीवरदलश्यामः पद्मपत्रनिभेक्षणः पीताम्बरधरस्रग्विवनमालाविभूषितः कौस्तुभोद्भासितो रस्कश्चित्रमाल्यानुलेपनः विचित्राभरणैर्युक्तकुण्डलाभ्यां विराजितः आमुक्ततुलसीमालकस्तूरीतिलकाञ्चितः सुस्निग्धनीलकुटिलकबरीकृतकेशवान् बद्धैर्नानाविधैः पुष्पैर्बर्हिबर्हावधं सखः रक्तारविन्दसदृशहस्तपादतलाधरः पक्षमध्यगशीतांशु कलङ्कभ्रूल्लदाननः हारनूपुरगेयूरैखि कटकाभ्यां विराजितः वृन्दावने महारम्ये फलपुष्पविराजिते रम्यं निनादयेन्वेणुं तत्रास्ते यदुनन्दनः अवधीरितकन्दर्पकोडिलावण्यमच्युतं सर्वा गोपस्त्रियो दृष्ट्वा मन्मथास्त्रेण पीडिताः पुरा महर्षय सर्वे दण्डकारण्यवासिनः दृष्ट्वा रामं हरिं तत्र भोक्तु मैच्छत्सु विग्रहं ते सर्वे स्त्रीत्वमापन्नाः समुद्भूतास्तु गोकुले हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवाद क्रोधेनैव यथा दैत्या समेत्य मधुसूदनं निधनं प्राप्य सङ्ग्रामे कदा मुक्तिमवाप्नुयुः कामक्रोधौ नृणां लोके निरयस्यैव कारणं हरिं समेत्य भावेन मुक्ता गोप्यसुरद्विषः कामाधयाद्वा द्वेषाद्वा ये भजन्ति जनार्दनं ते प्राप्नुवन्ति वैकुण्ठं किं पुनर्भक्तियोगदः तस्य वेणुध्वनिं श्रुत्वा राजन्यां बल्लवाङ्गनाः शयनादुद्धिता सर्वविकीर्णाम्बरमूर्धजाः त्यक्त्वा पदीन् सुधान् बद्धूंस्त्यक्त्वा लज्जां कुलं स्वकं जगत्पदीं समाजग्मु कन्दर्पशरपीडिताः समेत्य गोप्य सर्वास्तु भुजैरालिङ्ग्य केशवं बुभुजुश्चाधरं देव्यः सुधामृदमिवामराः ताभिः सर्वाभिरात्मेश क्रीडयामास गोव्रजे तेनापि ता स्त्रिय सर्वा रेमिरे निर्भया व्रजे इत्येवं रमयामासुराहन्याहनि केशवं वृन्दावने मनोरम्ये कालिन्दी पुलिने तथा पार्वती उवाच धर्मसंरक्षणार्थाय जगत्यामवतीर्यसख परदाराभिगमनं कथं कुर्यात् जनार्दनः रुद्र उवाच स्वशरीरे परेष्वङ्गभेदो नास्ति शुभानने सर्वं जगच्च तस्याङ्गं पृथगत्र न विद्यते स्त्रीपुंभेदो न वै तस्य पुरुषस्य महात्मनः नैसर्गिकस्य भर्तृत्वादात्मेशत्वाज्जगत्पदेः तथा पहृदपाप्मत्व सामर्थ्याद्व्यापिनः प्रभोः दोषोऽत्र नास्ति सुभगे देवस्य परमात्मनः वसिष्ठ उवाच यवमुक्त्वा दुगिरिजां रुद्रश्रीत्रिपुरान्तकः कृष्णस्य शेषं चरितमाख्यातुं सम्प्रचक्रमे रुद्र उवाच शरत्काले तु सम्प्राप्ते नन्दगोपपुरोगमः गोपा महोत्सवं कर्तुमारब्धा स्त्रिदशाम्पदे तदुत्सवं तु गोविन्दो निवार्याधशतक्रतोः गोवर्धनाद्रिराजस्य कारयामास वीर्यवान् तदक्रुद्धसहस्राक्षो नन्दगोपस्य गोव्रजे ववर्ष च महावृष्टिं सप्तरात्रं निरन्तरं गोवर्धनं समुत्पाट्य महाशैलं जनार्दनः गवां संरक्षणार्थाय धारयामास लीलया तस्य छायां गिरे प्राप्य गोपा गोप्यश्च सुव्रते अवसंश्च सुखेनैव हर्म्यान्तरगदा इव तदशक्रसहस्राक्षो भिदसम्भ्रान्तचेतसा वारयामास तद्वर्षं ययौ नन्दस्य तद्व्रजं कृष्णोऽपि तं महाशैलं यथा पूर्वं निवेशयद गोपवृद्धश्च ते सर्वे नन्दगोपपुरोगमाः परिपूज्य च गोविन्दं परं विस्मयमाययुः तदशतक्रतुर्देवसमेत्य मधुसूदनं तुष्टावप्राञ्जलिर्भूत्वा कर्षगद्गतया गिरा इन्द्र उवाच नमस्ते पुण्डरीकाक्ष सर्वज्ञादित्रिविक्रम त्रिगुणातीत सर्वेश विश्वस्यात्मन्नमोऽस्तु ते त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारक्रतुर्हविः त्वमेव सर्वदेवानां पिता माता च केशव अग्रे हिरण्यगर्भस्त्वं भूतस्य समवर्तत त्वमे वैकपदिरसि पुरुषस्त्वं हिरण्मयः पृथिवीं द्यामिमां देव त्वमेव धृतवानसि आत्मधफलदो यश्च स्यादेवं जगदीश्वर अवाप्तं तच्च त्रिदशै प्रकाशं जगदां पदेः अमृतं चैव मृत्युश्च छाया तव सनातन तस्मै देवाय भवदे विधेमहविषा वयं हेमवन्त इमे यस्य समुद्भूता हिरण्मयाः समुद्रारसना यस्य वाहस्तस्यैव केशव इमा दिश प्रतिदिशो वायुर्यस्य तवाव्यय तस्मै देवाय भवदे विधेम हविषा वयं येन त्वया समरूढा पृथिवी वर्धदा पुनः स्वर्लोकस्तम्भितो येन त्वया ब्रह्मन्महेश्वर त्वमन्तरिक्षे रजसो वसानः सर्वयो व्ययः तस्मै देवाय भवदे विधेमहविषा वयं यं क्रन्दसि राजमाने तप्तभासे गुणान्विते अभ्यैक्षेतां च मनसा अवश्यं श्रीश्च सर्वदा यत्रास्ति सूर उदितो विभाति परमे पदे तस्मै देवाय भवदे विधेम हविषा वयं यदापो बृहदिर्विश्वब्रह्म मायं जनार्दनाः गर्भं दधाना सर्गेत्र जनयन्तीरखौखकृद समवर्तत देवानामसुरेको व्ययो विभुः तस्मै देवाय भवदे विधेम हविषा वयं या आपो महिना दक्षं पर्यपश्यत्प्रजापतिम् यज्ञं दधानास्तत्रादौ जनयन्तीर्हविः पुमान् यो देवेष्वेक एवासीदधि देवः परात्परः तस्मै देवाय भवदे विधेम हविषा वयं मानो हिंसि जनिताय पृथिव्या अव्ययः पुमान् यो वा दिवं सत्यधर्मा जजानाव्यय ईश्वरः यश्चन्द्रो बृहधीरपो जजान सकलं जगद तस्मै देवाय भवदे विधेम कविशा वयं येदानि विश्वजातानि बभूव परिदा प्रभो त्वदुत्पन्नप्रजाध्यक्ष भविष्यद्भूतमच्युतः यजामस्त्वां च यत्कामास्तन्नो अस्तु समाश्रद त्रयाणां पदयस्याम तव कारुण्यवीक्षणाद हिरण्मयाख्यपुरुषो हिरण्यश्मश्रुकेशवान् आप्रणखात् सर्वं हिरण्यं सवितादु हिरण्यभाक असौ सर्वगतो ब्रह्मा यस्त्वादित्ये व्यवस्थितः तद्वै देवस्य सविदुर्वरेण्यं भर्ग उत्तमं सदा धीमहिते रूपं धियो यो न प्रभादिः नमस्ते पुण्डरीकाक्षश्रीश सर्वेश केशव वेदान्तवेद्य यज्ञेश यज्ञरूप नमोऽस्तु ते नमस्ते वासुदेवाय गोपवेषाय ते नमः तत्सर्वध्वंसनादेव अपराधं मया कृतम् तत्क्षम्यतां जगन्नाथ घृणाभे पुरुषोत्तम अल्पेनैव हि कालेन जहि कंसं दुरासदं देवानां हि गितं कृत्वा सुखे वस्थाय मेदिनीं महादेव उवाच इति संस्तुत्य गोविन्दं सर्वदेवेश्वरो हरिः सुधामृदेनाभ्य शिञ्चद्दिव्याम्बरविभूषणैः अर्चयित्वा दुदेवेशं जगामत्रिदिवं पुनः गोपवृद्धाश्च गोप्यश्च दृष्ट्वा तत्र शतक्रतुं तेन ते पूजिताश्चैव प्रहर्षमधुलं ययुः रामकृष्णौ महावीर्यौ दिव्याभरणभूषितौ नन्दस्य गोव्रजे रम्ये सुसुखेनैव तस्तदुः यदस्मिन्नन्तरे देवि नारदो मुनिसत्तमः सहसा मधुरां गत्वा कंसस्यान्तिकमाविशद राज्ञा सम्पूजितास्तत्र समासीनशुभासने सर्वं विज्ञापयामास चेष्टितं शार्ङ्गिणस्तदा देवतानां समुद्योगं जन्म वै केशवस्य च तथा च वसुदेवेन पुत्रनिक्षेपणं व्रजे निधरं राक्षसानां च सर्पराज विवासनं धारणं गिरिवर्यस्य शतक्रदु समागमम् निवेदयित्वा कंसस्य सर्वं निरवशेषतः प्रययौ ब्रह्मभवनं पूजितस्तेन रक्षसा कंसत्समुद्विग्नमना मन्त्रिभिः परिवेष्टितः मन्त्रयामास तैः साकमात्मनो निधनं प्रति तत्र बुद्धिमदां श्रेष्ठमक्रूरं धर्मवत्सलम् उवाचात्महितं कार्यं दानवेन्द्रो महाबलः कंस उवाच मद्भयात्रिदशा सर्वे शतक्रदुपुरोगमाः विष्णो समीपमागत्य भयार्ता शरणं गताः स तेषामभयं गत्वा भगवान् भूतभावनः उत्पन्नो देवकी गर्भे मां कन्दुं मधुसूदनः वसुदेवोऽपि दुष्टात्मा वञ्चयित्वा दो मां निशि पुत्रं निक्षिप्तवान् गेहे नन्दस्य सुदुरात्मनः बालेनैव दुराधर्षो विजघानमहासुरान् मां हन्तुमपि सन्नद्धो भवेदेवनसंशयः स तु हन्तुं न वै शक्रस्येन्द्रैरपि सुरासुरैः उपायेनैव हन्तव्यसमानीय मया तदा मदोत्कटैस्तु मां गङ्गैर्मल्लैश्च वरवाजिभिः येन केनाप्युपायेन हन्तुं शक्यमिहैव तु तस्मात् त्वं गोव्रजं गत्वा कृष्णं रामं च यादव सर्वान् गोपालवृद्धांश्च नन्दगोप पुरोगमान् उपभोक्तुं धनुर्यागामिहानाय यदूत्तमा महादेव उवाच तदेत्युक्त्वा यदुश्रेष्ठो रथमारुह्य वीर्यवान् प्रययौ गोकुलं रम्यं कृष्णं सन्दर्शनोत्सुकः महाभागवतश्रेष्ठो गवां मध्ये व्यवस्थितं ददर्श कृष्णमक्लिष्टमक्रूरो विनयान्वितः नीलनीरदसङ्काशं सर्वाभरणभूषितं पद्मपत्रं विशालाक्षं दीर्घबाहुमनामयं पीतवस्त्रेण संविदं सर्वावयवसुन्दरं कौस्तुभोद्भासितोरस्कं रत्नकुण्डलशोभितं तुलसीवनमालाढ्यं वन्यपुष्पावतं सकं गोपकन्या परिवृतं दृष्ट्वा तत्र जनार्दनं पुलकाङ्गितसर्वाङ्गो हर्षाश्रुप्लुतलोचनः अवरुह्य रथा तस्मात् प्रणनाम यदुद्वहः हर्षात् समेत्य गोपालं परिणीय प्रणम्य च रक्तारविन्दसदृशौ वज्रचक्राङ्कचिह्नितौ स्वमूर्ध्नि धृत्वा पदाब्जौ प्रणनाम पुनः पुनः कैलासशिखराभासं नीलाम्बरधरं प्रभुं शरत्पूर्णेन्दुसदृशं मुक्तदामविभूषितं बलरामं ततो दृष्ट्वा प्रणनाम स यादवः हर्षेणोद्धाप्य तौ वीरौ परिगृह्य यदूतमौ गृहमाजग्मदुर्वीरौ तेन क्रूरेण वृष्टिना नन्दगोपस्तु तं दृष्ट्वा यदुश्रेष्ठं समागतम् अभिगम्य महातेजा निवेश्य परमासने अर्चयामास विधिवदर्घ्य पाद्यादिभिर्मुदा वस्त्राय समर्हणायर्दिव्यैरर्चयामास भक्तिदः अक्रूरो रामकृष्णाभ्यां वस्त्राण्याभरणानि च प्रददौ नन्दगोपाय यशोदायै च यादवः पृष्ट्वा कुशलमव्यग्रमासीनस्तु कुशासने राजकार्याणि सर्वाणि सम्पृष्टो वाचबुद्धिमान् अक्रूर उवाच येष कृष्णो महातेजा साक्षान्नारायणो व्ययः देवतानां हितार्थाय साधूनां रक्षणाय च भूभारकविनाशाय धर्मसंस्थापनाय च कंसादीनां तु दैत्यानां सर्वेषां निधनाय च सम्प्रार्थितसुरगणैर्मुनिभिश्च महात्मभिः देवकी जठरे जातप्रावृत्काले महानिः भयात् कंसस्य देवेश मानीयानगदुन्दुभिः तव गेहे तदा रात्रौ पुत्रं निक्षिप्तवान् हरिं तस्मिन्नेव तु कालेऽपि यशोदा तु यशस्विनी कन्यां मायाशसम्भुदां प्रसूदादु शुभाननां तया सम्मोहितं सर्वमिदं व्रजकुलं शुभम् मूर्च्छिताया यशोदाया शयने यदुपुङ्गवम् कृष्णं निक्षिप्य तां कन्यामादाय स्वगृहं ययौ तां तु निक्षिप्य देवक्या शयने बहिरागतं सारुरोध ततः क्षिप्र देवकी शयने स्थिता तच्छ्रुत्वा सहसा कंस कन्यामादाय सुव्रत कामयित्वा शिलापृष्ठे चिक्षेपोत्पत्त्य वीर्यवान् समुद्धाय च सा कन्या सायुधाष्टभुजान्विता गगनस्तारुषा कंसं प्राह गम्भीरया गिरा कन्योवाच यो नन्द सर्वदेवानामीश्वर पुरुषोत्तमः यादस्तव वधार्थाय गोव्रजे दानवाधम अक्रूर उवाच इत्युक्त्वा सा महामाया हिमवन्तं समाययौ तदा प्रभृति दुष्टात्मा भयाद्विद्विघ्नमानसः दानवान् प्रशयामास निधनाय महात्मनः बालेनैव कदा सर्वे लीलयानेन धीमता अत्यद्भुतानि कर्माणि कृतवान् परमेश्वरः गोवर्धनादिधरणं नागराजविवासनं समागमं महेन्द्रस्य निधनं सर्वरक्षसां श्रुत्वा देवर्षिणाख्यातमतीव भयपीडितः इतो नीत्वा महाबाहुरामकृष्णौ दुरासदौ मदोत्कटैर्महानागैर्मल्लैर्वा हन्तुमुद्यतः कृष्णस्यानयनार्थाय प्रेरयामास मामिह वसुदेवस्य दुष्टात्मा निग्रहं कृतवानसौ यद सर्वं समाख्यातं चेष्टितं सुदुरात्मनः उपभोक्तुं धनुर्यागं यूयं सर्वे व्रजौकसः दध्याज्यादि गृहीत्वा वै स्वोभूते गन्तुमर्हत सहिता रामकृष्णाभ्यां गोपाः सर्वे तदन्तिकम् कृष्णेन निहतकंसो भविष्यदि न संशयः परित्यज्य भयं तस्माद् गमिष्यध्वं नृपाज्ञया ईश्वर उवाच इत्युक्त्वा स तदा क्रूरस्तूष्णीमासीत् सुबुद्धिमान् तस्य तद्वचनं श्रुत्वा दारुणं रोमहर्षणम् नन्दगोपमुखाः सर्वे गोपवृद्धा भयादुराः अभाषिरे महादुःखसागरे शोकमोहिताः तानाश्वास्य हरिस्तत्र दृष्ट्वा कमललोचनः न भीकार्येदि सम्प्राह राक्षसं प्रतिबीजवान् विनाशाय प्रयास्यामि कांसस्यास्य दुरात्मनः मधुरां सह रामेण भवद्भिः सह सङ्गतः तत्र हत्वा दुरात्मानं कंसं दानवपुङ्गवं सर्वांश्च राक्षसान् हत्वा पालयिष्यामि मेदिनीं तस्माच्छोकं परित्यज्य गच्छत्वं मधुरां पुरीं एव मुक्तास्तु हरिणा गोपानन्दपुरोगमाः मुहुर्मुहुः परिष्वज्य मूर्धघ्राणं प्रचक्रिरे अप्रमेयानि कर्माणि विचार्य सुमहात्मनः अक्रूरवचना चैव गोपा सर्वे गतव्यथाः दुग्धदध्याज्ययुक्तानि शुचीनि विविधानि च पक्वान्नानि सुहृद्यानि स्वादूनि मधुराणि च अक्रूराय ददौ सौम्यं यशोदा भोजनं बहु हितो रामकृष्णाभ्यां नन्दाद्यै गोपसत्तमैः सुहृद्भिर्बालवृद्धैश्च भवने समलङ्कृते तत्तं यशोदया सौम्यं भोजनं कलुषापहं बुभुजे यादवश्रेष्ठो ह्यन्नं रोगापहं शुभं भोजयित्वा यथा न्यायं दत्त्वा च मनमं भसा सकर्पूरं सदाम्बूलं ददौ तस्मै दृढव्रता अस्तं यादेदिनगरे सन्ध्यामन्वास्य यादवः सहितो रामकृष्णाभ्यं भुक्त्वा क्षीरान्नमुत्तमं ताभ्यामेव तदा क्रूरशयनं समुपाविशद तस्मिंस्तु भवने श्रेष्ठे रम्ये दीपविराजिते श्लक्ष्णे विचित्रपर्यङ्गे नानापुष्पविराजिते तस्मिन् शेदे हरिकृष्णशेषे नारायणो यथा तं दृष्ट्वा सहसा क्रूरो हर्षाश्रु पुलकाङ्कितः विहाय तामसीं निद्रां सुश्रेयसमुदीक्ष्य वै पादसंवाहनं विष्णोश्चक्रे भागवतोत्तमः यदा वदामि साफल्यं जीवितं च सुजीवितम् इदं त्रैलोक्यमैश्वर्यमिदं वै सुखमुत्तमम् इदं राज्यमिदं धर्म्यमिदं मोक्षसुतं परम् न शक्यं मनसा स्मर्तुं शिवब्रह्मादिदैवतैः सनकाद्यैर्मुनीन्द्रैस्तु वसिष्ठाद्यैर्महर्षिभिः तच्छ्रीशस्य पदद्वन्द्वं शरदम्बुरुहोज्ज्वलम् संस्पृष्टमिन्दिरालक्ष्म्या कराभ्यां सुसुखं परं दिष्ट्या लब्धं मया विष्णो श्रीपादाब्जयुगं शुभं व्यदिदासा क्षणाद्रात्रिस्ता ब्रह्मानन्दगौरवाद तदप्रभादे विमले दिवि देवगणोत्तमैः संस्थूयमानो बुबुधे तस्मात् शयनाद्धरिः उपस्पृश्य यथा न्यायं सह रामेण धीमदा पपादपादयोर्माधुप्रयाणं चाभ्यरोचयत समुद्धाप्य यशोदादु दुःखहर्षसमन्विता अश्रुपूर्णमुखीपुत्रौ प्रेम्णा सम्परिषस्वजे आशिष्यं प्रददौ देवी तनयाभ्यां दृढव्रता विससर्जमहावीरौ समालिङ्ग्य मुहुर्मुहुः अक्रूरोऽपि यशोदायै प्रणम्य प्राह साञ्जलि अक्रूर उवाच प्रयस्यामि महाभागे प्रसादं गुरुमेनके यशकृष्णो महाबाहुकं सम्भत्वा महाबलं सर्वस्य जगतो राजा भविष्यति न संशयः तस्मात् शोकं परित्यज्य सुखी भववरानने ईश्वर उवाच इत्युक्तया तया क्रूरो विसृष्टो यदुसत्तमः सहितो रामकृष्णाभ्यामरुरोह रथोत्तमम् प्रजयौ मधुरं शीघ्रं स्तूयमानोत्सरो गणैः नन्दगोपमुखा सर्वे गोपवृद्धास्तमन्वयुः पुनर्गृहीत्वा दध्याज्यं फलानि विविधानि च तं प्रयान्तं हरिं दृष्ट्वा गोकुलाद् गोपयोषितः अनुजग्मुर्विनिष्क्रान्तं रथस्थं मधुसूदनं निवर्तयामास हरिस्तात् सर्वा गोपयोषितः शोकसन्तप्तहृदया विलेभुः कमले क्षणं हा कृष्ण कृष्ण कृष्णेदि गोविन्देत्यरुदन्मुहुः अश्रुपूर्णे क्षणादिना रुदन्त्यस्तत्र संस्थिताः अधा क्रूरोरथं दिव्यं चोदयामास गोव्रजाद सहितो रामकृष्णाभ्यां मधुरां प्रति यादवः उत्तीर्य यमुनां शीघ्रं कुले स्थाप्य रथोत्तमम् अवरुह्य रथात्तस्मात् स्नातुं तत्रोपचक्रमे तथा चावश्यकं कर्तुं निमज्याथ जले शुभे। तत्राकमर्षणं सम्यक् जपन् भागवतोत्तमः ददर्श तौ जले तत्र रामकृष्णौ शुभान्विदौ शरत्कोडीं दु सङ्काशं नीलाम्बरधरं प्रभुं दिव्यचन्दन दिग्धाङ्गं मौक्तिका भरणशिवम् रक्तारविन्दनयनं पुण्डरीकावतंसकं रामं ददर्श कृष्णं च नील नीरद सन्निभम् दिव्यपीताम्बरधरं पुण्डरीकायते क्षणं हरिचन्दनलिप्ताङ्गं नानारत्नविभूषितं दृष्ट्वा तत्र यदुश्रेष्ठो विस्मयं परमङ्गदः उद्धाय स्यन्दने तत्र तौ ददर्श महाबलौ पुनरप्यत्र निर्मज्य जपन्मन्त्रद्वयं हरिं शुद्धाब्धौ शेषपर्यङ्गे रमया सहितं हरिं सनकाद्याय स्तूयमानं सर्वैर्देवैरुपासितं दृष्ट्वा तस्मिन् जले देवं विस्मयं परमं ययौ तुष्टा वाथ यदुश्रेष्ठो हरिं सर्वगमीश्वरम् अक्रूर उवाच कालात्मने नमस्तुभ्यमनादिनिधनाय च अव्यक्ताय नमस्तुभ्यमविकाराय ते नमः भूतपर्त्रे नमस्तुभ्यं भूतव्याघ्र नमो नमः नमस्ते सर्वभूतानां नियन्त्रे परमात्मने विकाराय प्रत्यक्षपुरुषाय च गुणभर्त्रे नमस्तुभ्यं नियमाय नमो नमः देशकालादिनिर्भेदरहिताय परात्मने अनन्ताय नमस्तुभ्यमच्युताय नमो नमः गोविन्दाय नमस्तुभ्यं त्रयीनाथाय शार्ङ्गिणे नारायणाय विश्वाय वासुदेवाय ते नमः विष्णवे पुरुरूपाय शाश्वताय नमो नमः पद्मनेत्राय नित्याय शङ्खचक्रधराय च उद्यत्कोटिरविप्रख्य भूषणाञ्जितवर्चसे हरये सर्वलोकानामीश्वराय नमो नमः सवित्रे सर्वजगदां बीजाय परमात्मने सङ्कर्षणाय कृष्णाय प्रद्युम्नाय नमो नमः अनिरुद्धाय धात्रे च विधात्रे विश्वयोनये सहस्रमूर्तये तुभ्यं बहुमूर्धाङ्घ्रिबाहवे सहस्रनाम्ने नित्याय पुरुषाय नमो नमः नमस्ते नागपर्यङ्गशायिने सौम्यरूपिणे केशवाय नमस्तुभ्यं पीतवस्त्रधराय च लक्ष्मीकनकुचाश्लेषविमर्दोज्ज्वलवर्चसे श्रीधराय नमस्तुभ्यं श्रीशायानन्दरूपिणे ईश्वर उवाच स्नानकाले पठेद्यस्तु देवं ध्यायन् सनातनम् इमं स्तवं नरो भक्त्या महद्भिर्मुच्यते ह्यखैः सर्वतीर्थबलं प्राप्य विष्णुसायुज्यमाप्नुयात् एवमन्तर्जले देवं स्तुत्वा भागवतोत्तमः अर्चयामास स जलैः कुसुमैश्च सुगन्धिभिः कृतकृत्यस्तदा क्रूरो निर्गत्य यमुनाजलाद् समेत्य रामकृष्णौ दुःप्रणनाम शुभान्विदः तं दृष्ट्वा प्राहगोविन्दो विनीदं विस्मितं हरिः श्रीकृष्ण उवाच किमाश्चर्यं जले तस्मिन् दृष्टवानसि यादव ईश्वर उवाच अक्रूरस्तु यदुश्रेष्ठं प्राह कृष्णं सुतेजसम् अक्रूर उवाच तव सर्गगतस्येषमहिम्नो जगदः प्रभो किमाश्चर्यं हृषिकेश जगत्सर्वं त्वमेव हि त्वमापस्त्वं नभो वह्निस्त्वं भूमिरनिलस्तथा चतुर्विधमिमं सर्वं जगत्स्थावरजङ्गमं त्वत्तो नान्यद्वासुदेव जीमोदादमृतं यथा त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारो हविस्तथा त्वमेव सर्वदेवानामीश्वरशाश्वतो व्ययः न कारणात् कारणाद्वा करणाकारणात् परः धर्मत्राणाय देवेश शरीरग्रहणं तव मत्स्य कूर्मवराहादि वैभवत्वमुपागतः पासि सर्वमिमं लोकं त्वमेव त्वन्मयं विभो ईश्वर उवाच इति संस्तुत्य गोविन्दं प्रणम्य जगदां पदिम् आरुरोहरथं दिव्यं ताभ्यां सह यदुत्तमः ततस्तूर्णं समासाध्यमधुरां देवनिर्मितां रामकृष्णौ पुरद्वारि निवेश्यान्तःपुरं ययौ तयोरागमनं तस्य निवेद्य नृपतेस्तदा राज्ञा सम्पूजितस्तेन ततः स्वगृहमाविशद अथ सायाह्नसमये रामकृष्णौ महाबलौ परस्परं करौ गृह्य मधुरायां समागतौ गच्छन्तौ च महावीर्यौ राजमार्गे यदुत्तमौ ददृशदुर्महात्मानौ रचकं वस्त्ररञ्चकं दिव्यवस्त्रवृद्धं राजगेह मायान्तमच्युतः ययाचे तानि वस्त्राणि सह रामेण वीर्यवान् न दत्तवांस्तदा तस्मै रुषा वै वस्त्ररञ्चकः बहूनि कडुवाक्यानि प्राह तत्राध्वनिस्थितः ताडयामास तं कृष्णस्थलेनैव महाबलः तत्रैव निहतो मार्गे वमन्वैरुधिरं बहु तानि वस्त्राणि रम्याणि गोपालैः सह बान्धवैः धारयामास दुर्वीरौ यथाहं रामकेशवौ मालाकारगृहं प्राप्य तेन दृष्टौ नमस्कृतौ सुगन्धिभिर्दिव्यपुष्पैः पूज्यमानौ मुदान्वितौ ददतुस्तौ वरं तस्मै वाञ्छितं यदुपुङ्गवौ समागतौ पुनर्वीध्या मायान्धीं च शुभाननम् कुब्जां स्त्रियं महाभागौ धृतचन्दनभाजनं वक्राङ्गपृष्ठां वनितां दृष्ट्वा गन्धमयाचदं प्रकसन्ति तदा ताभ्यां ददौ चन्दनमुत्तमम् आदाय चन्दनं दिव्यमुपलिप्य यथेच्छया तस्यैकान्ततरं रूपं दत्त्वा ध्वनिसमागतौ निरीक्ष्यमाणौ योषिद्भिः सुकुमारौ शुभाननौ विवेश दुर्महात्मानौ यज्ञशालां सहानुगैः दृष्ट्वा समर्चितं दिव्यं कार्मुकं तत्र केशवः लीलयैव गृहीत्वाद बभञ्ज मधुसूदनः बिभज्यमानं तच्चापं श्रुत्वा कंसः सुविह्वलः आहूय मल्लान् सूदांस्तु प्रमुखान् दैत्यपुङ्गवान् विमृश्य मन्त्रिभिप्राह चाणूरं दैत्यपुङ्गवः कंस उवाच रामकृष्णौ समायादौ सर्वदैत्यविनाशकौ प्रभादे मल्लयुद्धेन हन्यदामविशङ्कया येन केनाक्युपायेन हन्तव्यौ बलदर्पितौ मदोत्कटैर्गजैर्वापि मल्लमुख्यैश्च यत्नदः ईश्वर उवाच इत्यादिश्य ततो राजा सानुजसचिवैः सह आरुरोहभयातूर्णं दिव्यप्रासादमूर्धनि द्वारेषु सर्वमार्गेषु गजान् मत्तानयोजयद मल्लान् मदोत्कडान् नागान् स्थापयामास सर्वतः ज्ञात्वा कृष्णोऽपि तत्सर्वं सह रामेण धीमता उपासरजनीं तत्र यज्ञगेहे सगानुहैः ततो रजन्यां युष्टायां प्रभादे विमले सति शयनादुद्धितौ वीरौ रामकृष्णौ कृतोदकौ स्वलङ्कृतौ च तौ भुक्त्वा सङ्ग्रामाभिमुखोत्सुकौ विनिर्गतौ गृहात् तस्मात् सिंहाविव महागुहाद राजद्वारि स्थितं नागं हिमाद्रिशिखरोपमं नाम्ना कुवलया पीडं कंसस्य जयवर्धनं देवकुञ्चरदर्पघ्नं महाकायं मदोत्कटं दृष्ट्वा तं च महानागं पञ्चास्य इव केशवः करेणैव करं गृह्य सम्यगुत्प्लुत्य लीलया भ्रामयित्वादचिक्षेप धरण्यां धरणीधरः स तु चूर्णित सर्वाङ्गो निनदन्भैरवं स्वनं पपादसहसा भूमौ ममार च महागजः हत्वा दन्तौ समुत्पाट्य गृहीत्वा रामकेशवौ मल्लैरायोधनं कर्तुं रङ्गं विविशदुस्तदा तत्रस्तादानवा दृष्ट्वा गोविन्दस्य पराक्रमं भीता प्रविद्रुदा सर्वे राज्ञोऽन्तः पुरमाययुः कपाटौ सुदृढौ बद्ध्वा तत्र तस्तु सहस्रशः दृढबन्धकपाडांस्तु दृष्ट्वा कृष्णस्तु लीलया ताडयित्वा पदेनैव पादयामास वीर्यवान् तौ भग्नौ पादितौ तत्र सेनानीके व्यवस्थिते तत्रस्थानिहता सर्वे चूर्णिताङ्गशिरोधराः तद प्रविश्य भवनं कंसस्यास्य महाबलौ भ्रमयन्तौ महाभागशृङ्गौ पीनौ रणोत्सुकौ ददृशान्ते महात्मानौ मल्लौ चाणूरमुष्टिकौ कंसोऽपि दृष्ट्वा गोविन्दं रामं च सुमहाबलं भयमाविश्य चाणूरं प्राहमल्लवरं तदा कंस उवाच अस्मिन्नवसरे मल्लजहि गोपालबालकौ विभज्य तव राज्यार्थमहं दास्याम्ययत्नतः ईश्वर उवाच तस्मिन्नवसरे कृष्णो मल्लाभ्यां दृश्यते महान् मध्ये वने च सङ्ग्रामे महामेरुरिवापरः कंसस्य दृष्टिविषये संवर्ताग्निरिवाच्युदः स्त्रीणां च साक्षान् मदनपित्रो शिशुरिवापरः त्रिदशानां हरिरिव गोपालानां सखा यथा बहुरूपेण ददृशुस्तत्र सर्वगतं हरिं वसुदेवस्तदा क्रूरो नन्दगोपो महामतिः अन्यं प्रासादमारुह्य ददृशु कदनं महद स्त्रीभिरन्धपुरस्ताभिर्देवकी तत्र संस्थिता मुखं पुत्रस्य ददृशे साश्रु पूर्णे क्षणाशुभा ताभिराश्वासिता देवी भवनान्तरमाविशद ततो देवगणा सर्वे विमानस्थानभत्तले तुष्टुवूर्जयशब्देन पुण्डरीकाक्षमच्युतं जहि कंसमिति प्राहुरुच्चैर्देवा मरुद्गणाः यदस्मिन्नन्तरे तत्र तूर्यघोषनिनादिते आसेदतुर्महामल्लौ यदुसिंहौ महाबलौ चाणूरेण तु गोविन्दो मुष्टिकेन हलायुधः ययुधादे महात्मानौ नीलश्वेदाद्रिसन्निभौ मल्लयुद्धविधानेन मुष्टिभिः पादताडनैः बभूवकथनं घोरं देवानां च भयावहम् चाणूरेण चिरं कालं क्रीडित्वाथ जनार्दनः निष्पिष्य गात्रं मल्लस्य पादयामास लीलया सपपादमहीपृष्ठे संवमन्रुधिरं बहु ममारचमहामल्लो देवदानवदुःखदः मुष्टिकेन तथा रामश्चिरकालमयुध्यत मुष्टिभिस्ताडयामास तस्य वक्षसि वीर्यवान् भिन्नास्ति स्नायुबन्धोऽसौ पपादधरणीतले ततस्तु दुद्रुवो सर्वे मल्ला दृष्ट्वा पराक्रमम् कंसो महद्भयं तीव्रमाविशद्वेदनादुरः यदस्मिन्नन्तरे वीरौ रामकृष्णौ दुरासदौ आरोहदुर्महात्मानौ चैत्यप्रासादमूर्जितं ताडयित्वा तलेनैव कंसं मूर्ध्नि जनार्दनः अपादयद्धरा पृष्ठे प्रासादशिखिराद्धरिः सदु निर्भिन्न सर्वाङ्गोदरण्यां त्यक्तजीवितः कृष्णेन निखदे कंसे रामोऽपि सुमहाबलः तस्यानुजं सुनामानं मुष्टिनैव जखानः धरण्यां पादयामासानुजं च धरणीधरः हत्वा कंसं दुरात्मानं सानुजं रामकेशव पित्रोः समीपमागम्य भक्त्या चैव प्रणेमधुः देवकी वसुदेवश्च परिष्वज्य मुहुर्मुहुः स्नेहेन मूर्धन्युपाघ्राणं चक्रधुपुत्रलालसौ तयोजुपरि देवक्यास्तनौ क्षीरं ववर्षदुः तत्र आश्वास्य पितरौ रामकृष्णौ बहिर्गतौ एतस्मिन्नन्तरे देवि देवदुन्दुभयो दिवि विनेदुपुष्पवर्षाणि ववृषुस्त्रिदशेश्वराः स्तुत्वा मरुद्गणैर्दिव्यैर्नमस्कृत्य जनार्दनम् परं हर्षमनुप्राप्य लोकान् स्वान् स्वान् प्रभेदिरे नन्दगोपं नमस्कृत्य गोपवृद्धांश्च केशवः रामेण सकधर्मात्मा मुदा सम्परिषस्वजे बहुरत्नधनं तस्मै दद्धौ प्रीत्या जनार्दनः सर्वांस्तान् गोपवृद्धांश्च वस्त्रैराभरणादिभिः बहुभिर्धनधान्यैश्च पूजयामास केशवः विसृष्टास्तेन कृष्णेन नन्दगोपपुरोगमः प्रययोर्गोव्रजं दिव्यं हर्षशोकसमन्विताः मदामहं समासाद्य रामकृष्णौ दुरासदौ बन्धाद्विमोचयित्वाथ समाश्वास्य मुहुर्मुहुः चक्रे तस्याभिषेकं तु तद्राज्ये मधुसूदनः अकारयद्विजश्रेष्ठैः स कांसस्योर्ध्वदैहिकम् अक्रूरप्रमुखान् राज्ये संस्थाप्य यदुपुङ्गवान् राजानमुग्रसेनं तु कृत्वा धर्मेण मेदिनीं पालयामास धर्मात्मा वसुदेव सुतो हरिः इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे श्रीकृष्णचरिते कंसवधो नाम पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॐ